इतश्च अधिकृतेन कर्म कर्तव्यं जगच्चक्रप्रवृत्तिहेतुर्हि कर्म कथम् इति उच्यते अन्नात् भवन्ति भूतानि पर्जन्यादन्नसम्भवः यज्ञात् भवति पर्जन्यं यज्ञकर्मसमुद्भवः अन्नात् भुक्तात् लोहितरेतःपरिणतात् प्रत्यक्षं भवन्ति जायन्ते भूतानि पर्जन्यात् वृष्टेः अन्नस्य सम्भवः अन्नसम्भवः यज्ञात् भवति पर्जन्यः अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः इति स्मृतेः यज्ञः अपूर्वं स च यज्ञः कर्मसमुद्भवः ऋत्विग्यजमानयोश्च व्यापारः कर्म तत्समुद्भवः यस्य यज्ञस्य अपूर्वस्य स यज्ञः कर्मसमुद्भवः तच्च एवंविधं कर्म कुतो जातम् इत्याह कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् कर्म ब्रह्मोद्भवं ब्रह्म वेदः सः उद्भवः कारणं प्रकाशको यस्य तत्कर्म ब्रह्मोद्भवं विद्धि विजानि ब्रह्म पुनः वेदाख्यम् अक्षरसमुद्भवम् अक्षरं ब्रह्म परमात्मा समुद्भवो यस्य तत् अक्षरसमुद्भवं ब्रह्म वेद इत्यर्थः यस्मात् साक्षात् परमात्माख्यादक्षरात् पुरुषनिःश्वासवतो समुद्भूतं ब्रह्म तस्मात् सर्वार्थप्रकाशकत्वात् सर्वगतं सर्वगतमपि स नित्यं सदा यज्ञविधिप्रधानत्वात् यज्ञप्रतिष्ठितम् एवं प्रवर्तितं चक्रं नानुवर्तयतीहयः अघायुरिन्द्रियारामो मोघं पार्थ स जीवति एवम् इत्थम् ईश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं न अनुवर्तयति इह लोके यः कर्मणि अधिकृतः सन् अगायुः अघं पापम् आयुः जीवनं यस्य सः अगायुः पापजीवनः इति यावत् इन्द्रियारामः इन्द्रियैः आरामः आर्मणम् आक्रीडाविषयेषु यस्य सः इन्द्रियारामः मोघं मृता हे पार्थ स जीवति तस्मात् अज्ञेन अधिकृतेन कर्तव्यमेव कर्म इति प्रकरणार्थः प्राक् आत्मज्ञाननिष्ठायोग्यताप्राप्तेः तादर्थ्येन कर्मयोगानुष्ठानम् अधिकृतेन अनात्मज्ञेन कर्तव्यमेव इति एतत् न कर्मणामनारम्भादित्यतः आरभ्य शरीरयात्रा विचते न प्रसिद्ध्येत कर्मणः इत्येमन्त्येन प्रतिपाद्य यज्ञार्थात् कर्मणोऽन्यत्र इत्यादिना मोघं पार्थः जीवति इत्येमन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्य अनात्मविधः कर्मानुष्ठाने बहु कारणम् उक्तम् तदकरणे च दोषसङ्कीर्तनकृतम् एवं स्थिते किम् एवं प्रवर्तितं चक्रं सर्वेण अनुवर्तनीयम् आहोस्वित् पूर्वोक्तकर्मयोगानुष्ठान उपायप्राप्यम् अनात्मविदा ज्ञानयोगेनैव निष्ठाम् आत्मविद्भिः साङ्ख्यैः अनुष्ठेयाम् अप्राप्तेनैव इत्येमर्थम् अर्जुनस्य प्रश्नम् आशङ्क्य स्वयमेव शास्त्रार्थस्य विवेकप्रतिपत्त्यर्थम् एदं वै तमात्मानं विदित्वा निवृत्तमिथ्याज्ञानाः सन्तः ब्राह्मणाः मिथ्याज्ञानवद्भिः अवश्यं कर्तव्येभ्यः पुत्रैषणादिभ्यो युत्थायत भिक्षाचरं शरीरस्थितिमात्रप्रयुक्तं चरन्ति न तेषाम् आत्मज्ञाननिष्ठा व्यतिरेकेण अन्यत् कार्यमस्ति इत्येवं श्रुत्यर्थं यः गीताशास्त्रे प्रतिपिपादयितम् आविष्कुर्वन्नः भगवान् यस्त्वात्मरतिरेवस्य आत्मतृप्तश्च मानवः आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते यस्तु साङ्ख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मन्येव रतिः न विषयेषु यस्य सः आत्मरतिरेव स्यात् भवेत् आत्मतृप्तश्च आत्मना एव तृप्तः न अन्नरसादिना सः मानवः मनुष्यः स सन्यासी आत्मनि एव च सन्तुष्टः। सन्तोषो हि बाह्यार्थलाभे सर्वस्य भवति, तम् अनपेक्षया आत्मनि एव च सन्तुष्टः सर्वतो वीततृष्णः इत्येतत्। यः ईदृशः आत्मनि तस्य कार्यं करणीयं न विद्यते नास्ति इत्यर्थः। किञ्च नैव तस्य कृतेनार्थं न कृतेनेह कश्चन, न चास्य सर्वभूतेषु कश्चिदर्थं व्यपाश्रयः। नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्ति। अस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः। न अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूपः आत्मानं लक्षणो वा नैव अस्ति। न च अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित् अर्थविपाश्रयः प्रयोजननिमित्तक्रियासाध्यः विपाश्रयः व्यपाश्रयणम् आलम्बनं कञ्चिन् भूतविशेषमाश्रित्य न साध्यः कश्चिदर्थः अस्ति, येन तदर्था क्रिया अनुष्ठेया स्यात्। न त्वम् एतस्मिन् सर्वतसंप्रदोदकस्थानीय सम्यक् दर्शने वर्तसे। यतः एवं तस्मादसक्तः सततं कार्यं कर्म समाचर, असक्तो ह्याचरं कर्म परमाप्नोति पूरुषः। तस्मात् असक्तः सङ्गवर्जितः सततं सर्वदा कार्यं कर्तव्यं, नित्यं कर्म समाचर निर्वर्त्य। असक्तो हि यस्मात् समाचरन् ईश्वरार्थं कर्म कुर्वन् परं मोक्षम् आप्नोति पूरुषः सत्त्वशुद्धिद्वारेण इत्यर्थः। यस्माच्च कर्मणैव हि संसिद्धिम् आस्थितजनकादयः लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि। कर्मणैव हि यस्मात् पूर्वे क्षत्रियः विद्वांसः संसिद्धिं मोक्षं गन्तुम् आस्थितः प्रवृत्तः के जनकादयः जनकाश्वपतिप्रवृतयः। यदि ते प्राप्तसम्यग्दर्शनाः ततः लोकसङ्ग्रहार्थं प्रारब्धकर्मत्वात् कर्मण सह एव असन्न्यस्यैव कर्म संसिद्धिमास्थितः इत्यर्थः। अथ अप्राप्तसम्यग्दर्शनाः जनकादयः तदा कर्मण सत्त्वशुद्धिसाधनभूतेन क्रमेण संसिद्धिमास्थितः इति व्याख्येयः श्लोकः। अथ मन्यसे पूर्वैरपि जनकादिभिः अजानद्भिरेव कर्तव्यं कर्म कृतं, तावत् न अवश्यम् अन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेन इति। तथापि प्रारब्धकर्मायत्तः त्वं लोकसङ्ग्रहम् एव अपि लोकस्य उन्मार्गप्रवृत्तिनिवारणं लोकसङ्ग्रहः तमेवापि प्रयोजनं सम्पश्यन् कर्तुमर्हसि। लोकसङ्ग्रहः किमर्थं कर्तव्यः इत्युच्यते, यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः, स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते। यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः, तत्तदेव कर्म आचरति इतरः अन्यः जनः तदनुगतः। किञ्च सः श्रेष्ठः यत् प्रमाणं कुरुते, लौकिकं वैदिकं वा लोकः, तत् अनुवर्तते तदेव प्रमाणीकरोति इत्यर्थः। यदि अत्र ते लोकसङ्ग्रहकर्तव्यतायां विप्रतिपत्तिः, तर्हि मां किं न पश्यसि? न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन, नानवाप्तमवाप्तव्यं वर्तयेव च कर्मणि। न मे मम पार्थ न अस्ति न विद्यते कर्तव्यं त्रिषु अपि लोकेषु किञ्चन किञ्चिदपि। कस्मात्? न अनवाप्तम् अप्राप्तम् अवाप्तव्यं प्रापणीयं, तथापि वर्ते एव च कर्मणि अहम्।